नाकसद्भिर्वै वै नाकसद्भिर्नाकसद्भिर्वै देवा देवा वै नाकसद्भिर्नाकसद्भिर्वै देवाः वै देवा देवा वै वै देवास्सु वर्गगौ सुवर्गम् देवा वै वै देवास्सु वर्गम् देवास्सु वर्गगौ सुवर्गम् देवा देवास्सु वर्गम् लोकम् लोकगौ सुवर्गम् देवा देवास्सु वर्गम् लोकम् सुवर्गम् लोकम् लोकगौ सुवर्गगौ सुवर्गम् लोकमायन्मायन् लोकगौ सुवर्गगौ सुवर्गम् लोकमायन् वर्गमिति सुवहागम् लोकमायन्मायन् लोकम् लोकमायन् तत्तदायन् लोकम् लोकमायन्तत् यद्यन्नाकसत्वन्नाकसदान्नाकसदान्तदायन्नायन्तन्नाकसदामिति नाका सदा नाकसत्वम् यद्यन्नाकसत्वम् नाकसत्वम् यन्नाकसदो नाकसदो यन्नाकसत्वम् नाकसत्वम् यन्नाकसदः नाकसत्वमिति नाकसत् त्वम् यन्नाकसदो नाकसदो यद्यन्नाकसद उपदधात्युपदधाति नाकसदो यद्यन्नाकसद उपदधाति नाकसद उपदधात्युपदधाति नाकसदो नाकसद उपदधाति नाकसद्भिर्नाकसद्भिरुपदधाति नाकसदो नाकसद उपदधाति नाकसद्भिः नाकसद इति नाकसदः उपदधाति नाकसद्भिर्नाकसद्भिरुपदधात्युपदधाति नाकसद्भिरेवैव नाकसद्भिरुपदधात्युपदधाति नाकसद्भिरेव दधातीत्युपदधाति नाकसद्भिरेवैव नाकसद्भिर्नाकसद्भिरेव तत्तदेव नाकसद्भिर्नाकसद्भिरेव तत् कसद्भिरिति नाकसत् एव तत्तदेवैव तद्यजमानो यजमानस्तदेवैव तद्यजमानः यजमानो यजमानस्तत्तद्यजमानस्सु वर्गगौ सुवर्गम् यजमानस्तत्तद्यजमानस्सु वर्गम् यजमानस्सु वर्गगौ सुवर्गम् यजमानो यजमानस्सु वर्गम् लोकम् लोकगौ सुवर्गम् यजमानो यजमानस्सु वर्गम् लोकम् वर्गम् लोकम् लोकगौ सुवर्गगौ सुवर्गम् लोकमेत्येति लोकगौ सुवर्गगौ सुवर्गम् लोकमेति वर्गमिति सुव लोकमेत्येति लोकम् लोकमेति सुवर्गस्सु वर्ग एति लोकम् लोकमेति सुवर्गः एति सुवर्गस्सु वर्ग एत्येति सुवर्गो वै वै सुवर्ग एत्येति सुवर्गो वै वर्गो वै वै सुवर्गस्सु वर्गो वै लोको लोको वै सुवर्गस्सु वर्गो वै लोकः सुवर्ग इति सुवः गः वै लोको लोको वै वै लोको नाको नाको लोको वै वै लोको नाकः लोको नाको नाको लोको लोको नाको यस्य यस्य नाको लोको लोको नाको यस्य नाको यस्य यस्य नाको नाको यस्यैता एता यस्य नाको नाको यस्यैता यस्यैता एता यस्य यस्यैता उपधीयन्त उपधीयन्त एता यस्य यस्यैता उपधीयन्ते एता उपधीयन्त उपधीयन्त एता एता उपधीयन्तेन नोपधीयन्त एता एता उपधीयन्तेन उपधीयन्तेन नोपधीयन्त उपधीयन्तेनास्म अस्मै नोपधीयन्त उपधीयन्तेनास्मै उपधीयन्त इत्युपाधीयन्ते नास्मास्मै नास्मा अकमकमस्मै नास्मा अकम् अस्मा अकमकमस्मा अस्मा अकम् भवति भवत्यकमस्मा अस्मा अकम् भवति अकम् भवति भवत्यकमकम् भवति यजमानाय धनम् यजमानाय धनम् भवत्यकमकम् भवति यजमानाय धनम् भवति यजमानाय धनम् यजमानाय धनम् भवति भवति यजमानाय धनम् वै वै यजमानाय धनम् भवति भवति यजमानाय धनम् वै यजमानाय धनम् वै वै यजमानाय धनम् यजमानाय धनम् वै नाकसदो नाकसदो वै यजमानाय धनम् यजमानाय धनम् वै नाकसदः यजमानायतनमिति यजमाना आयतनम् वै नाकसदो नाकसदो वै वै नाकसदो यद्यन्नाकसदो वै वै नाकसदो यत् नाकसदो यद्यन्नाकसदो नाकसदो यन्नाकसदो नाकसदो यन्नाकसदो नाकसदो यन्नाकसदः नाकसद इति नाकसदः नाकसदो नाकसदो यद्यन्नाकसद उपदधात्युपदधाति नाकसदो यद्यन्नाकसद उपदधाति नाकसद उपदधात् उपदधाति नाकसदो नाकसद उपदधात्यायतनमायतनमुपदधाति नाकसदो नाकसद उपदधात्यायतनम् कसद इति नाक सदः आयतनमेवैवायतनमुपदधात्युपदधात्यायतनमेवदधातीत्युपदधातीयतनमेवैवायतनमायतनमेव तत्त देवायतनमायतनमेव तत् आयतनमित्यायतनमेव तत्तदेवैव तद्यजमानो यजमानस्तदेवैव तद्यजमानः यजमानो यजमानस्तत्तद्यजमानः कुरुते कुरुते यजमानस्तत्तद्यजमानः कुरुते यजमानः कुरुते कुरुते यजमानो यजमानः कुरुते पृष्ठानाम् पृष्ठानाम् कुरुते यजमानो यजमानः कुरुते पृष्ठानाम् कुरुते पृष्ठानाम् पृष्ठानाम् कुरुते कुरुते पृष्ठानाम् वै वै पृष्ठानाम् कुरुते कुरुते पृष्ठानाम् वै पृष्ठानाम् वै वै पृष्ठानाम् पृष्ठानाम् वा एतदेतद्वै पृष्ठानाम् पृष्ठानाम् वा एतत् एतदेतद्वै वा एतत्तेजस्तेज एतद्वै वा एतत्तेजः एतत्तेजस्तेज एतदेतत्तेजः संभृतको संभृतम् तेज एतदेतत्तेजः संभृतम् तेजः संभृतको संभृतम् तेजस्तेजः संभृतम् यद्यत् संभृतम् तेजस्तेजः संभृतम् यत् संभृतम् यद्यत् संभृतको संभृतम् यन्नाकसदो नाकसदो यत् संभृतको संभृतम् यन्नाकसदः संभृतमिति संभृतम् यन्नाकसदो नाकसदो यद्यन्नाकसदो यद्यन्नाकसदो यद्यन्नाकसदो यत् नाकसदो यद्यन्नाकसदो नाकसदो यन्नाकसदो नाकसदो यन्नाकसदो नाकसदो यन्नाकसदः नाकसद इति नाकासदः नाकसदो नाकसदो यद्यन्नाकसद उपदधात्युपदधाति नाकसदो यद्यन्नाकसद उपदधाति नाकसद उपदधात्युपदधाति नाकसदो नाकसद उपदधाति पृष्ठानाम् पृष्ठानाम् उपदधाति नाकसदो नाकसद उपदधाति पृष्ठानाम् इति नाकासदः उपदधाति पृष्ठानाम् पृष्ठानामुपदधात्युपदधाति पृष्ठानामेवैव पृष्ठानामुपदधात्युपदधाति पृष्ठानामेव दधातीत्युपदधाति पृष्ठानामेवैव पृष्ठानाम् पृष्ठानामेव तेजस्तेज एव पृष्ठानाम् पृष्ठानामेव तेजः एव तेजस्तेज एवैव तेजो वावतेज एवैव तेजो वा तेजो वावतेजस्तेजो वरुन्धे रुन्धे वतेजस्तेजो वरुन्धे वरुन्धे रुन्धे वावरुन्धे पञ्चचोडा रुन्धे वावरुन्धे पञ्चचोडाः पञ्चचोडाः पञ्चचोडा रुन्धे रुन्धे पञ्चचोडा उपोप पञ्चचोडा रुन्धे रुन्धे पञ्चचोडा उप पञ्चचोडा उपोप पञ्चचोडाः पञ्चचोडा उपदधाति दधात्युप पञ्चचोडाः पञ्चचोडा उपदधाति पञ्चचोडा इति पञ्चचोडाः दधाति दधात्युपोपदधात्यप्सरसोऽप्सरसो दधात्युपोपदधात्यप्सरसः दधात्यप्सरसोऽप्सरसो दधाति दधात्यप्सरस एवैवाप्सरसो दधाति दधात्यप्सरस एव सरस एवैवाप्सरसोऽप्सरस एवैनमेनमेवाप्सरसोऽप्सरस एवैनम् एवैनमेनमेवैवैनमेता एता एनमेवैवैनमेताः मेता एता एनमेनमेता भूता भूता एता एनमेनमेता भूताः एता भूता भूता एता एता भूता अमुष्मिन्नमुष्मिन् भूता एता एता भूता अमुष्मिन् भूता अमुष्मिन्नमुष्मिन् भूता भूता अमुष्मिन् लोके लोके अमुष्मिन् भूता भूता अमुष्मिन् लोके अमुष्मिन् लोके लोके अमुष्मिन्नमुष्मिन् लोक उपोप लोके अमुष्मिन्नमुष्मिन् लोक उप लोक उपोप लोके लोक उपशेरे शेर उपलोके लोक उपशेरे उपशेरे शेर उपोपशेरेऽथो अथो शेर उपोपशेरेऽथो शेरेऽथो अथो शेरे शेरेऽथो तनोपानि स्तनोपानि रथो शेरे शेरेऽथो तनोपानि अथो तनोपानि स्तनोपानि रथो अथो तनोपानि रेवैव तनोपानि रथो अथो तनोपानि रेवा रूपाणि रेवैव तनूपानि स्तनूपानि रेवैता एता एव तनूपानि स्तनूपानि रेवैताः तनूपानीरिति तनूपानीः एवैता एता एवैवैता यजमानस्य यजमानस्यैता एवैवैता यजमानस्य यजमानस्यैजमानस्यैता एता यजमानस्ययञ्ययजमानस्यैता एता यजमानस्ययम् यजमानस्ययञ्ययजमानस्ययजमानस्ययन् विश्याद्विश्याद्यञ्यजमानस्ययजमानस्ययन् विश्याद्विश्याद्यञ्यन् विश्यात्तन्तम् विश्याद्यञ्यम् विश्यात्तम् विश्यात्तन्तम् विश्यात्तमुपदधदुपदधत्तम् विश्याद्विश्याद्तमुपदधत् ध्यायेदुपदधत्तन्तमुपदधध्यायेदुपदधत्तमुपदध्यायेदुपदधदुपदध्याये देताभ्येताभ्योऽध्यायेदुपदधदुपदध्यायेदेताभ्यः पदधदित्युपदधत्ध्यायेदेताभ्येताभ्योऽध्यायेध्यायेदेताभ्य एवैवैताभ्योऽध्यायेध्यायेदेताभ्य एव एताभ्य एवैवैताभ्य एताभ्य एवैनमेनमेवैताभ्य एताभ्य एवैनम् एवैनमेनमेवैवैनम् देवताभ्यो देवताभ्य एनमेवैवैनम् देवताभ्यः देवताभ्यो देवताभ्य एनमेनम् देवताभ्यः देवताभ्य एनमेनम् देवताभ्यः देवताभ्यः देवताभ्यो देवताभ्यः वृश्चति वृश्चत्या देवताभ्यो देवताभ्यः वृश्चति आवृश्चति वृश्चत्या वृश्चति ताजक् ताजक् वृश्चत्या वृश्चति ताजक् ताजक् ताजक् वृश्चति वृश्चति ताजगार्तिमार्तिम् ताजक् वृश्चति वृश्चति ताजगार्तिम् ताजगार्तिमार्तिम् ताजक् ताजगार्तिमार्तिम् ताजक् ताजगार्तिमार्तिमार्तिमार्च्छत्यर्च्छत्यार्तिमार्तिमार्च्छति आर्च्छत्यक्षक्त्याक्षक्त्युत्तरा उत्तरा अक्षक्त्याक्षक्त्युत्तरा अक्षक्त्युत्तरा उत्तरा अक्षत्युच्छत्युत्तरा नाकसद्यो नाकसद्य उत्तरा अक्षत्युच्छत्युत्तरा नाकसद्यः नाकसद्यो नाकसद्य उत्तरा उत्तरा नाकसद्य उपोपनाकसद्य उत्तरा उत्तरा नाकसद्य उपोत्तरा इत्युक्तराकसद्य उपोपनाकसद्यो नाकसद्य उपदधाति दधात्युपनाकसद्यो नाकसद्य उपदधाति नाकसभ्य इति नाकसद्भ्यः उपदधाति दधात्युपोपदधाति यथा यथा दधात्युपोपदधाति यथा दधाति यथा यथा दधाति दधाति यथा जायाञ्जायाञ्यथा दधाति दधाति यथा जाया जायाञ्जायाञ्यथा यथा जायामानी जानीय जायाञ्यथा यथा जायामानीया जायामानी जानीय जायाञ्जायामानीय गृहेषु गृहेष्वानीय जायाञ्जायामानीय गृहेषु आनीय गृहेषु गृहेष्वानीयानीय गृहेषु निषादयति निषादयति गृहेष्वानीयानीय गृहेषु निषादयति आनीयेत्यानीयेषु निषादयति निषादयति गृहेषु गृहेषु निषादयति तादृक् तादृङ् निषादयति गृहेषु गृहेषु निषादयति तादृक् निषादयति तादृक् तादृङ् निषादयति निषादयति तादृगेवैव तादृङ् निषादयति निषादयति तादृगेव साधयतीति निसाधयति तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तद् एव तत्तदेवैव तत्पश्चात् पश्चात् तदेवैव तत्पश्चात् पश्चात् पश्चात् तत्तत्पश्चात् प्राचीम् प्राचीम् पश्चात् तत्तत्पश्चात् प्राचीम् पश्चात् प्राचीम् प्राचीम् पश्चात् पश्चात् प्राचीमुत्तमामुत्तमाम् प्राचीम् पश्चात् पश्चात् प्राचीमुत्तमा प्राचीमुत्तमामुत्तमाम् प्राचीम् प्राचीमुत्तमामुपोपोत्तमाम् प्राचीम् प्राचीमुत्तमामुपोपोत्तमामुत्तमामुपदधाति दधात्युपोत्तमामुत्तमामुपदधाति तमामित्युत्तमामुपदधाति दधात्युपोपदधाति तस्मात्तस्माद्दधात्युपोपदधाति तस्मात् तस्मात्तस्माद्दधाति दधाति तस्मात् पश्चात् पश्चात् तस्मात् दधाति दधातस्मात् पश्चात् प्राची पश्चात् पश्चात् प्राची पत्नी पत्नी प्राची पश्चात् पश्चात् प्राची पत्नी प्राची पत्नी पत्नी प्राची प्राची पत्न्यन्मनु पत्नी प्राची प्राची पत्न्यनो पत्न्यन्मनु पत्नी पत्न्यन् वास्त आस्तेनु पत्नी पत्न्यन् वास्ते आस्त आस्तेन्मन्वा आस्ते स्वयमाधृण्णा स्वयमाधृण्णामास्तेन्मन्वा आस्ते स्वयमाधृण्णा आस्ते स्वयमाधृण्णा स्वयमाधृण्णामास्त आस्ते स्वयमाधृण्णाञ्च च स्वयमाधृण्णामास्त आस्ते स्वयमाधृण्णाञ्च स्वयमाधृण्णाञ्च च स्वयमाधृण्णाग स्वयमाधृण्णाञ्च विकर्णीम् विकर्णीञ्च स्वयमाधृण्णाग स्वयमाधृण्णाञ्च विकर्णी स्वयमाधृण्णामिति स्वयम् विकर्णीम् विकर्णीञ्च च विकर्णीञ्च च विकर्णीञ्च च विकर्णीञ्च च विकर्णीम् विकर्णीञ्चोत्तमे उत्तमे च विकर्णीम् विकर्णीञ्चोत्तमे कर्णीमिति विकर्णीत्तमे उत्तमे च चोत्तमे उपोपोत्तमे च चोत्तमे उपोत्तमे उपोपोत्तमे उत्तमे उपदधाति दधात्युपोत्तमे उत्तमे उपदधाति उपदधाति दधात्युपोपदधाति प्राणः प्राणो दधात्युपोपदधाति प्राणः प्राणः प्राणो दधाति दधाति प्राणो वै वै प्राणो दधाति दधाति प्राणो वै प्राणो वै वै प्राणः प्राणो वै स्वयमाधृण्णा स्वयमाधृण्णा वै प्राणः प्राणो वै स्वयमाधृण्णा प्राण इति प्राणः वै स्वयमाधृण्णा स्वयमाधृण्णा वै वै स्वयमाधृण्णायुराजु स्वयमाधृण्णा वै वै स्वयमाधृण्णायुः स्वयमाधृण्णायुराजु स्वयमाधृण्णा स्वयमाधृण्णायुर्विकर्णी विकर्ण्यायु स्वयमाधृण्णा स्वयमाधृण्णायुर्विकर्णी स्वयमाधृण्णेति स्वयम् आधृण्णा आयुर्विकर्णी विकर्ण्यायुरायुर्विकर्णी प्राणम् प्राणम् विकर्ण्यायुरायुर्विकर्णी प्राणम् विकर्णे प्राणम् प्राणम् विकर्णे विकर्णे प्राणम् च प्राणम् विकर्णे विकर्णे प्राणम् च कर्णेति विकर्णी प्राणम् च प्राणम् प्राणम् चैवैव च प्राणम् प्राणम् चैव प्राणमिति प्राणम् चैवैव च चैवायुराजुरेव च चैवायुः एवायुरायुरेवैवायुश्च चायुरेवैवायुश्च आयुश्च चायुरायुश्च प्राणानाम् प्राणानाञ्चायुरायुश्च प्राणानाम् प्राणानाम् प्राणानाञ्च च प्राणानामुत्तमावुत्तमौ प्राणानाञ्च च प्राणानामुत्तमौ प्राणानामुत्तमावुत्तमौ प्राणानाम् प्राणानामुत्तमौ धत्ते दत्त उत्तमौ प्राणानाम् प्राणानामुत्तमौ धत्ते प्राणानामिति प्राणानामुत्तमौ धत्ते दत्त उत्तमावुत्तमौ धत्ते तस्मात् आद्धत्त उत्तमावुत्तमौ धत्ते तस्मात् उत्तमाविद्युदुत्तमौ तस्मात् तस्माद्धत्ते धत्ते तस्मात् प्राणः प्राणस्तस्माद्धत्ते धत्ते तस्मात् प्राणः प्राणः प्राणस्तस्मात् तस्मात् प्राणश्च च प्राणस्तस्मात् तस्मात् प्राणश्च प्राणश्च च प्राणः प्राणश्चायुरायुश्च प्राणः प्राणश्चायुः प्राण इति प्राणः चायुरायुश्च चायुश्च चायुश्च चायुश्च आयुश्च चायुरायुश्च प्राणानाम् प्राणानाम् चायुरायुश्च प्राणानाम् प्राणानाम् प्राणानाम् च च प्राणानामुत्तमावुत्तमौ प्राणानाम् च च प्राणानामुत्तमौ प्राणानामुत्तमावुत्तमौ प्राणानाम् प्राणानामुत्तमौ नणोत्तमौ प्राणानाम् प्राणानामुत्तमौ प्राणानामिति प्राणानाम् णोत्तमावुत्तमौ नान्यामन्यान्नोत्तमावुत्तमौ नान्याद्युतौत्तमौ नान्यामन्यान्न नान्यामुत्तरामुत्तरामन्यान्नान्यामुत्तराम्यामुत्तरामिष्टकामिष्टकामुत्तरामन्यामन्यामुत्तरामिष्टकाम्यामिष्टकामिष्टकामुत्तरामुत्तरामिष्टकामुपोपेष्टकामुत्तरामुत्तरामिष्टकामुपादरामित्युतौ उपोपेष्टकामिष्ट प्राजापत्य इति प्राजा प्रत्यः वाश्वश्व वैवाश्वः प्रजापतिना प्रजापतिनाश्व वैवाश्वः प्रजापतिनाश्वः प्रजापतिना प्रजापतिनाश्वश्वः प्रजापतिनैवैव प्रजापतिनाश्वश्वः प्रजापतिनैव प्रजापतिनैवैव प्रजापतिना प्रजापतिनैवाग्निमग्निमेव प्रजापतिना प्रजापतिनैवाग्निम् प्रजापतिनेति प्रजापतिना एवाग्निमग्निमेवैवाग्निम् चिनुते चिनुतेऽग्निमेवैवाग्निम् चिनुते चिनुते चिनुते अग्निमग्निम् चिनुते स्वयमातृण्णा स्वयमातृण्णा चिनुते अग्निमग्निम् चिनुते स्वयमातृण्णा चिनुते स्वयमातृण्णा स्वयमातृण्णा चिनुते चिनुते स्वयमातृण्णा भवति भवति स्वयमातृण्णा चिनुते चिनुते स्वयमातृण्णा भवति स्वयमातृण्णा भवति भवति स्वयमातृण्णा स्वयमातृण्णा भवति प्राणानाम् प्राणानाम् भवति स्वयमातृण्णा स्वयमातृण्णा भवति प्राणानाम् स्वयमातृण्णेति स्वयम् आतृण्णा प्राणानाम् प्राणानाम् भवति भवति प्राणानामुत्सृष्ट्यामुत्सृष्ट्यै प्राणानाम् भवति भवति प्राणानामुत्सृष्ट्यै प्राणानामुत्सृष्ट्या उत्सृष्ट्यै प्राणानाम् प्राणानामुत्सृष्ट्या अथो अथो उत्सृष्ट्यै प्राणानाम् प्राणानामुत्सृष्ट्या अथो प्राणानामिति प्राणानामुत्सृष्ट्या अथो अथो उत्सृष्ट्या उत्सृष्ट्या अथो सुवर्गस्य सुवर्गस्याथो उत्सृष्ट्या उत्सृष्ट्या सुवर्गस्य सुवर्गस्य सुवर्गस्याथो अथो सुवर्गस्य लोकस्य लोकस्य सुवर्गस्याथो अथो सुवर्गस्य लोकस्याथो इत्यथो सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्या अनुख्यात्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्यै स्वर्गस्येति सुवर्गस्य लोकस्यानुख्यात्या अनुख्यात्यै लोकस्य लोकस्यानुख्यात्या एषेषानु ख्यात्यै लोकस्य लोकस्यानुख्यात्या एषाख्यात्या एषैषानुख्यात्या अनुख्यात्या एषा वै वा एषानुख्यात्या अनुख्यात्या एषा वै अनुख्यात्या इत्यनुख्यात्यै एषा वै वा एषैषा वै देवानाम् देवानाम् वा एषैषा वै देवानाम् वै देवानाम् देवानाम् वै वै देवानाम् विक्रान्तर्विक्रान्तर्देवानाम् वै वै देवानाम् विक्रान्ति देवानाम् विक्रान्तर्विक्रान्तर्देवानाम् देवानाम् विक्रान्तर्यद्यद्विक्रान्तर्देवानाम् देवानाम् विक्रान्तर्यद्यद्विक्रान्तर्विक्रान्तर्यद्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्विक्रान्तर्वि क्रान्तिर्यत्ति कर्णीयन्तिरिति वी क्रान्तिः यद्य कर्णी विकर्णी यद्यद्य कर्णी यद्यद्य कर्णी यद्यद्य कर्णीयत् कर्णी यद्यद्य कर्णी विकर्णी यद्य कर्णीं विकर्णी यद्य कर्णी विकर्णी यद्य कर्णी कर्णीति वी कर्णी कर्णीं विकर्णी यद्यद्य कर्णीमुपदधात्युपदधाति विकर्णी यद्यद्य कर्णीमुपदधाति कर्णीमुपदधाच्युपदधाति विकर्णीं विकर्णीमुपदधाति देवानां देवानामुपदधाति विकर्णीं विकर्णीमुपदधाति देवानां कर्णीमिति वी कर्णीमुपदधाति देवानां देवानामुपदधाच्युपदधाति देवानामेवैव देवानामुपदधाच्युपदधाति देवानामेव दधातीत्युपदधाति देवानामेवैव देवानां देवानामेव विक्रान्तिं विक्रान्तिमेव देवानां देवानामेव विक्रान्तिम् एव विक्रान्तिं विक्रान्तिमेवैव विक्रान्तिमन्वरविक्रान्तिमेवैव विक्रान्तिमनो विक्रान्तिमन्वरविक्रान्तिं विक्रान्तिमनुविव्यनु विक्रान्तिं विक्रान्तिमनुवि विक्रान्तिमिति विक्रान्तिम् मनविव्यन्वन विक्रमते क्रमते व्यन्वन विक्रमते क्रमते क्रमते विविक्रमत उत्तरत उत्तरतः क्रमते विविक्रमत उत्तरतः क्रमत उत्तरत उत्तरतः क्रमते क्रमत उत्तरत उपोपोत्तरतः क्रमते क्रमत उत्तरत उपोत्तरत उपोपोत्तरत उत्तरत उपदधाति दधात्युपोत्तरत उत्तरत उपदधाति तरत इत्युतोत्तरतः दधाति दधात्युपोपदधाति तस्मात् तस्मात् दधाति दधाति तस्मादुत्तरत उपचार उत्तरत उपचारस्तस्मात् ददाति दधाति तस्मादुत्तरत उपचारः तस्मादुत्तरत उपचार उत्तरत उपचारस्तस्मात् तस्मादुत्तरत उपचारोऽग्निरग्निरुत्तरत उपचारस्तस्मात् तस्मादुत्तरत उपचारोऽग्निः तरत उपचारोऽग्निरग्निरुत्तरत उपचार उत्तरत उपचारोऽग्निर्वायुमती वायुमत्यग्निरुत्तरत उपचार उत्तरत उपचारोऽग्निर्वायुमती तरत उपचार इत्युत्तरतः उपचारः निर्वायुमती वायुमत्यग्निरग्निर्वायुमती भवति भवति वायुमत्यग्निरग्निर्वायुमती भवति वायुमती भवति भवति वायुमती वायुमती भवति समिध्यै समिध्यै भवति वायुमती वायुमती भवति समिध्यै वायुमतीति वायुमती भवति समिध्यै समिध्यै भवति भवति समिध्यै इति सम् गायत्रीर्गायत्रीरुन्धे वावरुन्धे गा गायत्री गायत्रीर्गायत्रीरुन्धे रुन्धे गायत्रीः पुरस्तात् पुरस्तात् गायत्रीरुन्धे रुन्धे गायत्रीः पुरस्तात् गायत्रीः पुरस्तात् पुरस्तात् गायत्रीर्गायत्रीः पुरस्तादुभव पुरस्तात् गायत्रीर्गायत्रीः पुरस्तादुपास्तादुभव पुरस्तात् पुरस्तादुपदधाति दधात्युपपुरस्तात् पुरस्तादुपदधाति दधाति दधात्युपपदधाति तेजस्तेजो दधात्युपपदधाति तेजः तेजस्तेजो दधाति दधाति तेजो वै वै तेजो दधाति दधाति तेजो वै तेजो वै वै तेजस्तेजो वै गायत्री गायत्री वै तेजस्तेजो वै गायत्री गायत्री गायत्री वै वै गायत्री तेजस्तेजो गायत्री वै वै गायत्री तेजः गायत्री तेजस्तेजो गायत्री गायत्री तेज एवैव तेजो गायत्री गायत्री तेज एव तेज एवैव तेजस्तेज एव मुखतो मुखद एव तेजस्तेज एव मुखतः एव मुखतो मुखद एवैव मुखतो धत्ते धत्ते मुखद एवैव मुखतो धत्ते धत्ते धत्ते मुखतो मुखतो धत्ते मूर्धन्वतीर्मूर्धन्वतीर्धत्ते मुखतो मुखतो धत्ते मूर्धन्वतीर्धत्ते मूर्धन्वतीर्मूर्धन्वतीर्धत्ते धत्ते मूर्धन्वतीर्भवन्ति भवन्ति मूर्धन्वतीर्धत्ते धत्ते मूर्धन्वतीर्भवन्ति मूर्धन्वतीर्भवन्ति भवन्ति मूर्धन्वतीर्मूर्धन्वतीर्भवन्ति मूर्धानम् मूर्धानम् भवन्ति मूर्धन्वतीर्मूर्धन्वतीर्भवन्ति मूर्धानम् मूर्धन्वतीरिति मूर्धन्वती मूर्धानम् मूर्धानम् भवन्ति भवन्ति मूर्धानमेवैव मूर्धानम् भवन्ति भवन्ति मूर्धानमेव मूर्धानमेवैव मूर्धानम् मूर्धानमेवैनमेनमेव मूर्धानम् मूर्धानमेवैनम् ष्टुकिन्द्रियमेवैवेन्द्रियमिन्द्रियमेव मध्यतो मध्यत एवेन्द्रियमिन्द्रियमेव मध्यतः एव मध्यतो मध्यत एवैव मध्यतो धत्ते धत्ते मध्यत एवैव मध्यतो धत्ते धत्ते धत्ते मध्यतो मध्यतो धत्ते जगतीर्जगतीर्धत्ते मध्यतो मध्यतो धत्ते जगतीर्जगतीर्जगतीर्धत्ते धत्ते जगतीर्पोप जगतीर्धत्ते धत्ते जगतीरुप जगतीर्पोप जगतीर्जगतीरुप दधाति जगतीर्जगतीरुपदधाति जागता जागता दधात्युपदधाति जागता जागता जागता दधाति दधाति जागता वै वै जागता दधाति दधाति जागता वै जागता वै वै जागता जागता वै पशव पशवो वै जागता जागता वै पशवः पशवः पशवो वै वै पशवो पशून् पशून् पशवो वै वै पशवः पशून् पशून् पशून् पशवः पशवः पशूनेवैव पशून् पशवः पशवः पशूने पशूनेवैव पशून् पशूने वा वैव पशून् पशूने वा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे रुन्धे रुन्धे वावरुन्धे नुष्टुभो नुष्टुभो रुन्धे वावरुन्धे नुष्टुभः रुन्धे नुष्टुभो नुष्टुभो रुन्धे रुन्धे नुष्टुभ उपोपा नुष्टुभो रुन्धे रुन्धे नुष्टुभ उपाष्टुभ उपोपा नुष्टुभो नुष्टुभ उपदधाति दधात्युपा नुष्टुभो नुष्टुभ उपदधाति नुष्टुभ इत्यनुष्टुभः दधाति दधात्युपोपदधाति प्राणाः प्राणादधात्युपोपदधाति प्राणाः प्राणा प्राणादधाति दधाति प्राणा वै वै प्राणादधाति दधाति प्राणा वै प्राणा वै वै प्राणाः प्राणा वा अनुष्टुपनुष्टुप् वै प्राणाः प्राणा वा अनुष्टुप् प्राणा इति प्राणा अनुष्टुपनुष्टुप् वै वा अनुष्टुप् प्राणानाम् प्राणानामनुष्टुप् वै वा अनुष्टुप् प्राणानामनुष्टुप् प्राणानाम् प्राणानामनुष्टुपनुष्टुप् प्राणानामुत्सृष्ट्या उत्सृष्ट्यै प्राणानामनुष्टुपनुष्टुप् प्राणानामुत्सृष्ट्यैष्टुप् प्राणानामुत्सृष्ट्या उत्सृष्ट्यै प्राणानाम् प्राणानामुत्सृष्ट्यै बृहतेर्बृहतेरुत्सृष्ट्यै प्राणानाम् प्राणानामुत्सृष्ट्यै बृहते प्राणानामिति प्राणानामुत्सृष्ट्यै बृहतेर्बृहतेरुत्सृष्ट्या उत्सृष्ट्यै बृहतेरुष्टिः उष्टिः बृहतेरुत्सृष्ट्या उत्सृष्ट्यै बृहतेरुष्टिः उत्सृष्ट्या इत्युत् सृष्ट्यै बृहतेरुष्टिः उष्टिः बृहतेर्बृहतेरुष्टिः पङ्क्ति पङ्क्तिरुष्टिः बृहतेर्बृहतेरुष्टिः पङ्क्ति पङ्क्तेः पङ्क्तेरुष्ण्यः उष्ण्यः पङ्क्तेरक्षरपङ्क्तेरक्षरपङ्क्तेः पङ्क्तेरुष्ण्यः उष्ण्यः पङ्क्तेरक्षरपङ्क्तेः पङ्क्तेरक्षरपङ्क्तेरक्षरपङ्क्तेः पङ्क्तेः पङ्क्तेरक्षरपङ्क्तेरितीत्यक्षरपङ्क्तेः पङ्क्तेः पङ्क्तेरक्षरपङ्क्तेरिति अक्षरपङ्क्तेरितीत्यक्षरपङ्क्तेरक्षरपङ्क्तेरिति विषुरूपाणि विषुरूपाणीत्यक्षरपङ्क्तेरक्षरपङ्क्तेरिति विषुरूपाणि अक्षरपङ्क्तेरित्यक्षरा पङ्क्तेः विषुरूपाणि विषुरूपाणीतीति विषुरूपाणि छन्दागुंसि छन्दागुंसि विषुरूपाणीतीति विषुरूपाणि छन्दागुंसि विषुरूपाणि छन्दागुंसि छन्दागुंसि विषुरूपाणि विषुरूपाणि छन्दागुस्युपोपच्छन्दागुंसि विषुरूपाणि विषुरूपाणि छन्दागुस्युपाणीति विषुरूपाणि छन्दागुस्युपोपच्छन्दागुंसि छन्दागुस्युपदधाति दधात्युपच्छन्दागुंसि छन्दागुस्युपदधाति दधात्युपदधाति विषुरूपा विषुरूपा दधात्युपोपदधाति विषुरूपा विषुरूपा विषुरूपा दधाति दधाति विषुरूपा वै वै विषुरूपा दधाति दधाति विषुरूपा वै विषुरूपा वै वै विषुरूपा विषुरूपा वै पशवः पशवो वै विषुरूपा विषुरूपा वै पशवः विषुरूपा इति विषुरूपाः वै पशवः पशवो वै वै पशवः पशवः पशवश्चन्दागुंसि छन्दागुंसि पशवः पशवश्चन्दागुंसि विषुरूपान् विषुरूपाञ्छन्दागुंसि पशवः पशवश्चन्दागुंसि विषुरूपान् छन्दागुंसि विषुरूपान् विषुरूपाञ्छन्दागुंसि छन्दागुंसि विषुरूपानेवैव विषुरूपाञ्छन्दागुंसि छन्दागुंसि विषुरूपानेव विषुरूपानेवैव विषुरूपान् विषुरूपानेव पशून् पशूनेव विषुरूपान् विषुरूपानेव पशून् विषुरूपानिति विषुरूपान् एव पशून् पशूनेवैव पशूनवाप पशूनेवैव पशूनवा पशूनवाप पशून् पशूनवरुन्धे रुन्धेव पशून् पशूनवरुन्धे रुन्धे रुन्धे वावरुन्धे विषुरूपम् विषुरूपगोरुन्धे वावरुन्धे विषुरूपम् रुन्धे विषुरूपम् विषुरूपगोरुन्धे रुन्धे विषुरूपमस्यास्य विषुरूपगोरुन्धे रुन्धे विषुरूपमस्यास्य विषुरूपम् विषुरूपमस्य गृहे गृहेस्य विषुरूपम् विषुरूपमस्य गृहे विषुरूपमिति विषुरूपम् अस्य गृहे गृहे स्यास्य गृहे दृश्यते दृश्यते गृहे स्यास्य गृहे दृश्यते गृहे दृश्यते दृश्यते गृहे गृहे दृश्यते यस्य यस्य दृश्यते गृहे गृहे दृश्यते यस्य दृश्यते यस्य यस्य दृश्यते दृश्यते यस्यैता एता यस्य दृश्यते दृश्यते यस्यैताः सीता एता यस्यैता उपधीयन्त उपधीयन्त एता यस्यैता उपधीयन्ते एता उपधीयन्त उपधीयन्त एता एता उपधीयन्ते यो य उपधीयन्त एता एता उपधीयन्ते यः उपधीयन्ते यो य उपधीयन्त उपधीयन्ते य ऊय उपधीयन्त उपधीयन्ते य ऊधीयन्त इत्युपाधीयन्ते य ऊयो य उचचो यो य उचच उचैना एनाश्च उचैनाहादिना एनाश्च जैना एवमेव मेनाश्च जैना एवम् एना एवमेव मेना एना एवम् वेद वेदैव मेना एना एवम् वेद एवम् वेद वेदैवमेवम् वेदातिच्छन्द समतिच्छन्द संवेदैवमेवम् वेदातिच्छन्द संवेदातिच्छन्द समतिच्छन्द संवेद वेदातिच्छन्द समुपोपातिच्छन्द संवेद वेदातिच्छन्द समुपातिच्छन्द समुपोपातिच्छन्द समतिच्छन्द समुपदधाति दधात्युपातिच्छन्द समतिच्छन्द समुपदधाति छन्द समित्यति छन्द समुपदधाति दधात्युपोपदधात्यतिच्छन्दा अतिच्छन्दा दधात्युपोपदधात्यतिच्छन्दा अतिच्छन्दा दधाति दधात्यतिच्छन्दा वैवा अतिच्छन्दा दधाति दधात्यतिच्छन्दा वैच्छन्दा वै वा अतिच्छन्दा अतिच्छन्दा वै सर्वाणि सर्वाणि वा अतिच्छन्दा अतिच्छन्दा वै सर्वाणि अतिच्छन्दा इत्यति छन्दाः सर्वाणि सर्वाणि वै वै सर्वाणि छन्दागुंसि छन्दागुंसि सर्वाणि वै वै सर्वाणि छन्दागुंसि सर्वाणि छन्दागुंसि छन्दागुंसि सर्वाणि सर्वाणि छन्दागुंसि सर्वेभिः सर्वेभिश्छन्दागुंसि सर्वाणि सर्वाणि छन्दागुंसि सर्वेभिः छन्दागुंसि सर्वेभिः सर्वेभिः छन्दागुंसि छन्दागुंसि सर्वेभिरेवैव सर्वेभिः छन्दागुंसि छन्दागुंसि सर्वेभिरेव सर्वेभिरेवैव सर्वेभिः सर्वेभिरेवैनमेनमेव सर्वेभिः सर्वेभिरेवैनम् ेनमेनमेवैवैनन्दोभिश्छन्दोभिरेनमेवैवैनन्दोभिश्छन्दोभिश्छन्दोभिरेनमेनन्दोभिश्चिनुते चिनुते छन्दोभिरेनमेनन्दोभिश्चिनुते छन्दोभिश्चिनुते वर्ष्मवर्ष्मजिनुते छन्दोभिश्छन्दोभिश्चिनुते वर्ष्माभिरिति छन्दः जिनुते वर्ष्मवर्ष्मजिनुते जिनुते वर्ष्मवै वै वर्ष्मजिनुते जिनुते वर्ष्मवै वर्ष्मवै वै वर्ष्मवर्ष्म वा एषैषा वै वर्ष्मवर्ष्मवा एषा वै वा एषा छन्दसाञ्छन्दसामेषा वै वा एषा छन्दसा एषा छन्दसाञ्छन्दसामेषैषा छन्दसां यद्यच्छन्दसामेषैषा छन्दसां यत् छन्दसां यद्यच्छन्दसाञ्छन्दसां यदतिच्छन्दा अतिच्छन्दा यच्छन्दसाञ्छन्दसां यदतिच्छन्दा यदतिच्छन्दा अतिच्छन्दा यद्यदतिच्छन्दा यद्यदतिच्छन्दा यद्यदतिच्छन्दा यत् अतिच्छन्दा यद्यदतिच्छन्दा अतिच्छन्दा यदतिच्छन्दसमतिच्छन्दसं यदतिच्छन्दा अतिच्छन्दा यदतिच्छन्दसम् अतिच्छन्दा इत्यति छन्दाः यदतिच्छन्दसमतिच्छन्दसं यद्यदतिच्छन्दसमुपदधात्यपदधात्यतिच्छन्दसं यद्यदतिच्छन्दसमुपदधाति अतिच्छन्दसमुपदधात्यपदधात्यतिच्छन्दसमतिच्छन्दसमुपदधाति वर्ष्मवर्ष्मोपदधात्यतिच्छन्दसमतिच्छन्दसमुपदधाति वर्ष्मच्छन्दसमित्यतिच्छन्दसम् वर्ष्मोपदधात्यपदधाति वर्ष्मैवैव वर्ष्मोपदधात्यपदधाति वर्ष्मैव दधातीत्युपदधाति वर्ष्मैवैव वर्ष्मवर्ष्मैवैनमेनमेव वर्ष्मवर्ष्मैवैनम् एवैनमेनमेवैवैनको समानानागो समानानामेनमेवैवैनको समानानागो समानानागो समानानामेनमेनको समानानाम् करोति करोति समानानामेनमेनको समानानाम् करोति समानानाम् करोति करोति समानानागो समानानाम् करोदित्यपदात्यपदाः करोति समानानागो समानानाम् करोदित्यपदाः करोदित्यपदात्यपदाः करोति करोति द्विपदा उपोपद्विपदाः करोति करोति द्विपदा उपाद्विपदा उपोपद्विपदा द्विपदा उपदधाति दधात्युपद्विपदा द्विपदा उपदधाति द्विपदा इति द्विपदाः दधाति दधात्युपोपदधाति द्विपाद्विपाद्दधात्युपोपदधाति द्विपाद्विपाद्दधाति दधाति द्विपाद् यजमानो यजमानो द्विपाद्दधाति दधाति द्विपाद् यजमानः द्विपाद्यजमानो यजमानो द्विपाद्यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यजमानो द्विपाद्यजमानः प्रतिष्ठित्यै द्विपादिति द्विपाद्यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यजमानो यजमानः प्रतिष्ठित्यै प्रतिष्ठित्या इति प्रतिष्ठित्यै आभ्यो वै वै सर्वाभ्यः सर्वाभ्यो वै देवताभ्यो देवताभ्यो वै सर्वाभ्यः सर्वाभ्यो वै देवताभ्यः भ्यो देवताभ्यो वै वै देवताभ्योऽग्निरग्निर्देवताभ्यो वै वै देवताभ्योऽग्निः देवताभ्योऽग्निरग्निर्देवताभ्यो देवताभ्योऽग्निश्चीयते चीयतेऽग्निर्देवताभ्यो देवताभ्योऽग्निश्चीयते निश्चीयते चीयतेऽग्निरग्निश्चीयते यद्यच्चीयते अग्निरग्निश्चीयते यत् यद्यच्चीयते चीयते यत्सैव सयुजो यच्चीयते चीयते यत्सैतः यत्सयुजः सयुजो यद्यत्सयुजो नन सयुजो यद्यत्सयुजो न सयुजो नन सयुजः सयुजो नोपदध्यादुपदध्यान्न सयुजः सयुजो नोपदध्यादुपदध्यान्न नोपदध्यात् देवता देवता उपदध्यान्न नोपदध्यात् देवताध्यात् देवता देवता उपदध्यादुपदध्यात् देवता अस्यास्य देवता उपदध्यादुपदध्यात् देवता अस्या दध्यादित्योपा दध्या अस्यास्य देवता देवता अस्याग्निमग्निमस्य देवता देवता अस्याग्निम् स्याग्निमग्निमस्याग्निम् वृञ्जेरन् वृञ्जेरन् अग्निमस्याग्निम् वृञ्जेरन् अग्निम् वृञ्जेरन् वृञ्जेरन् अग्निमग्निम् वृञ्जेरन् यद्यद्वृञ्जेरन् अग्निमग्निम् वृञ्जेरणयत् यद्यद्वृञ्जेरन् वृञ्जेरन् यत्सैजः सैजो यद्वृञ्जेरन् वृञ्जेरन् यत्सैजः सैजो यद्यत्सैज उपदधात्युपदधाति सैजो यद्यत्सैज उपदधाति सैज उपदधात्युपदधाति सैजः सैज उपदधात्यात्मनात्मनोपदधाति सैजः सैज उपदधात्यात्मना सयुज इति सा युजः त्मनैवैवात्मनात्मनैवैनमेनमेवात्मनात्मनैवैनम् सयुजगुंसयुजमेनमेवैवैनगुंसयुजम् मेनकुं सैजगुं सयुजमेनमेनकुं सैजम् चिनुते चिनुते सैजमेनमेनकुं सयुजम् चिनुते सयुजम् चिनुते चिनुते सैजगुं सयुजम् चिनुते न चिनुते सयुजगुं सयुजम् चिनुते न युजमिति सा युजम् न चिनुते चिनुते नाग्निनाग्निना न चिनुते चिनुते नाग्निना अग्निनाग्निनानाग्निना विव्यग्निनानाग्निना विग्निना विव्यग्निनाग्निना व्यर्थ्यत कर्थ्यते व्यग्निनाग्निना व्यर्थ्यते उपधीयन्त इत्युपाधीयन्ते सुवर्गमेवैव सुवर्गम् सुवर्गकम् सुवर्गमेव लोकम् लोकमेव सुवर्गकम् सुवर्गमेव लोकम् सुवर्गमिति सुवहागम् एव लोकम् लोकमेवैव लोकमेत्येति लोकमेवैव लोकमेति लोकमेत्येति लोकम् लोकमेति गच्छति गच्छत्येति लोकम् लोकमेति गच्छति येति गच्छति गच्छत्येत्येति गच्छति प्रकाशम् प्रकाशम् गच्छत्येत्येति गच्छति प्रकाशम् गच्छति प्रकाशम् प्रकाशम् गच्छति गच्छति प्रकाशम् चित्रम् चित्रम् प्रकाशम् गच्छति गच्छति प्रकाशम् चित्रम् प्रकाशम् चित्रम् चित्रम् प्रकाशम् प्रकाशम् चित्रमेवैव चित्रम् प्रकाशम् प्रकाशम् चित्रमेव प्रकाशमिति प्राकाशम् चित्रमेवैव चित्रम् चित्रमेव भवति भवत्येव चित्रम् चित्रमेव भवति एव भवति भवत्येवैव भवति मण्डलेष्टका मण्डलेष्टका भवत्येवैव भवति मण्डलेष्टका मण्डलेष्टका मण्डलेष्टका भवति भवति मण्डलेष्टका उपोपमण्डलेष्टका भवति भवति मण्डलेष्टका उपमण्डलेष्टका उपोपमण्डलेष्टका मण्डलेष्टका उपदधाति दधात्युपमण्डलेष्टका मण्डलेष्टका उपदधाति मण्डलेष्टका इति मण्डला इष्टकाः दधाति दधात्युपोपदधाति म इमे दधात्युपोपदधाति मे धातिम इमे दधाति दधाति मे वै वा इमे दधाति दधाति मे वै मे वै वा इम इमे वै लोका लोका वा इम इमे वै लोका लोका लोका वै वै लोका मण्डलेष्टका मण्डलेष्टका लोका वै वै लोका मण्डलेष्टका मण्डलेष्टका मण्डलेष्टका लोका लोका मण्डलेष्टका इम इमे मण्डलेष्टका लोका लोका मण्डलेष्टका इमे मण्डलेष्टका इम इमे मण्डलेष्टका मण्डलेष्टका इमे खलु कल्पिमे मण्डलेष्टका मण्डलेष्टका इमे खलु मण्डलेष्टका इति मण्डला इष्टका इमे खलु कल्पिम इमे खलु वै वै कल्पिम इमे खलु वै खलु वै वै खलु खलु वै लोका लोका वै खलु खलु वै लोका लोका लोका वै वै लोका देवपुरा देवपुरा लोका वै वै लोका देवपुरा देवपुरा देवपुरा लोका लोका देवपुरा देवपुरा देवपुरा देवपुरा इति देवपुरा पुरा एवैव देवपुरा देवपुरा एव प्रैव देवपुरा देवपुरा एव प्रा देवपुरा इति देवपुरा प्रैवैव प्रविशति विशति प्रैवैव प्रविशति विशति विशति प्रविशति न विशति प्रविशति न विशति न विशति विशति नार्तिमार्तिम् न विशति विशति नार्तिम् ्यानश्चिक्यानो विश्वज्योतिषो विश्वज्योतिषश्चिक्यानो अग्निमग्निञ्चिक्यानो विश्वज्योतिषो विश्वज्योतिषो विश्वज्योतिषश्चिक्यानश्चिक्यानो विश्वज्योतिष उपोप विश्वज्योतिषश्चिक्यानश्चिक्यानो विश्वज्योतिष उप विश्वज्योतिष उपोप विश्वज्योतिषो विश्वज्योतिष उपदधाति दधात्युप विश्वज्योतिषो विश्वज्योतिष उपदधाति विश्वज्योतिष इति विश्वज्योतिषदधाति दधात्युपोपदधाति इमानि मान् दधात्युपोपदधाति इमानि मान् दधाति दधाति इमाने वै वे मान् दधाति दधाति इमाने वाने वै वे मानि माने वैताभिरेताभिरे वे मानि माने वैताभिः वैताभिरेताभिरे वै वैताभिर्लोकान् लोकानेताभिरे वै वैताभिर्लोकानेताभिर्लोकान् लोकानेताभिरेताभिर्लोकान् ज्योतिष्मतो ज्योतिष्मतो लोकानेताभिरेताभिर्लोकान् ज्योतिष्मतः लोकान् ज्योतिष्मतो ज्योतिष्मतो लोकान् लोकान् ज्योतिष्मतः कुरुते कुरुते ज्योतिष्मतो लोकान् लोकान् ज्योतिष्मतः कुरुते ज्योतिष्मतः कुरुते कुरुते ज्योतिष्मतो ज्योतिष्मतः कुरुतेऽथो अथो कुरुते ज्योतिष्मतो ज्योतिष्मतः कुरुतेऽथो कुरुतेऽथोऽथो कुरुते कुरुतेऽथो प्राणान् प्राणानथो कुरुते कुरुतेऽथो प्राणान् प्राणान् प्राणानथो अथो प्राणानेवैव प्राणानथो अथो प्राणानेव अथो इत्यथो प्राणानेवैव प्राणान् प्राणानेवैता एता एव प्राणान् प्राणानेवैता प्राणानिति प्राणा एवै एता एता एवैवैता यजमानस्यैतमानस्यैता एवैवैता यजमानस्यैतमानस्यैतमानस्यैता एता यजमानस्य दाध्रति दाध्रति यजमानस्यैता एता यजमानस्य दाध्रति यजमानस्य दाध्रति दाध्रति यजमानस्यैतमानस्य दाध्रत्येता एतादाध्रति यजमानस्यैतमानस्य दाध्रत्येता एतादाध्रतिदाध्रत्येता वै वा एतादाध्रतिदाध्रत्येता वै एता वै वा एता एता वै देवता देवता वा एता एता वै देवता देवता देवता वै वै देवता स्वर्ग्या स्वर्ग्या देवता वै वै देवता स्वर्ग्या देवता स्वर्ग्या स्वर्ग्या देवता देवता स्वर्ग्या स्तास्ता स्वर्ग्या देवता देवता स्वर्ग्या स्ता स्वर्ग्या स्तास्ता स्वर्ग्या स्वर्ग्या स्ता एवैव ता स्वर्ग्या स्वर्ग्या स्ता एव स्वर्ग्या इति सुवर्ग्या एवैव तास्ता एवान्वारभ्या अन्वारभ्यैव तास्ता एवान्वारभ्या एवान्वारभ्या अन्वारभ्यैवैवान्वारभ्य सुवर्गको सुवर्गमन्वारभ्यैवैवान्वारभ्य सुवर्गम् वारभ्य सुवर्गको सुवर्गमन्वारभ्या अन्वारभ्य सुवर्गम् लोकम् लोकको सुवर्गमन्वारभ्या अन्वारभ्य सुवर्गम् लोकम् अन्वारभ्येत्यनो आरभ्य लोकम् लोकको सुवर्गको सुवर्गम् लोकमेत्येति लोकको सुवर्गको सुवर्गम् लोकमेति सुवर्गमिति सुवाहागम् लोकमेत्येति लोकम् लोकमेति एतीत्येति वृष्टिशनेरुपोपवृष्टिशनेर्वृष्टिशनेरुपदधाति दधात्युपवृष्टिशनेर्वृष्टिशनेरुपदधाति वृष्टिशनेरिति वृष्टि शनेपदधाति दधात्युपोपदधाति वृष्टिम् वृष्टिम् दधात्युपोपदधाति वृष्टिम् वृष्टिम् वृष्टिम् दधाति दधाति वृष्टिमेवैव वृष्टिम् दधाति दधाति वृष्टिमेव वृष्टिमेवैव वृष्टिम् वृष्टिमेव वा वैव वृष्टिम् वृष्टिमेव वा हे वा वा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे रुन्धे रुन्धे वावरुन्धे यद्यद्रुन्धे वावरुन्धे यदे यद्यद्रुन्धे रुन्धे यदे कथै कथा यद्रुन्धे रुन्धे यदे कथा यदे कथै कथा यद्यदे कथोपदध्यादुपदध्यादे कथा यद्यदे कथोपदध्यादुपदध्यादुपद ध्यादे कथै कथोपदध्यादेकमेकमुपदध्यादे कथै कथोपदध्यादेकम् एकमेकमुपदध्यादुपदध्यादेकमृतुमृतुमेकमुपदध्यादुपदध्यादेकमृतुमुपदध्यादित्योपानृतमृतमेकमेकमृतुम् वर्षेद्वर्षेदृतमेकमेकमृतुम् वर्षेद्वर्षेदृतमृतुम् वर्षेदनुपरिहारमनुपरिहारम् वर्षेदृतमृतुम् वर्षेदनुपरिहारम् वर्षेदनुपरिहारमनुपरिहारम् वर्षेद्वर्षेदनुपरिहारकौ साधयति साधयत्यनुपरिहारम् वर्षेद्वर्षेदनुपरिहारकौ साधयति अनुपरिहारकौ साधयति साधयत्यनुपरिहारमनुपरिहारकौ साधयति तस्मात् तस्मात् साधयत्यनुपरिहारमनुपरिहारकौ साधयति तस्मात् अनुपरिहारमित्यनु परिहारम् साधयति तस्मात् तस्मात् साधयति साधयति तस्मात् सर्वान् सर्वान् तस्मात् साधयति साधयति तस्मात् सर्वान् तस्मात् सर्वान् सर्वान् तस्मात् तस्मात् सर्वान् ऋतो ऋतोन् सर्वान् तस्मात् तस्मात् सर्वान् ऋतो सर्वान् ऋतो ऋतोन् सर्वान् सर्वान् ऋतोनुवर्षति वर्षत्युतोन् सर्वान् सर्वान् ऋतोनुवर्षति ऋतोनुवर्षति वर्षत्युतो ऋतोनुवर्षति पुरोवातसनिपुरोवातसनिर्वर्षत्युतो ऋतोनुवर्षति पुरोवातसनिः पुरोवातसनिर्वर्षति वर्षति पुरोवातसनिरस्यसि पुरोवातसनिर्वर्षति वर्षति पुरोवातसनिरसि पुरोवातसनिरस्यसि पुरोवातसनिः पुरोवातसनिरसीतीत्यसि पुरोवातसनिः पुरोवातसनिरसीति पुरोवातसनिरिति पुरोवातासनिसीतीत्यस्यसीत्याहेत्यस्यसीत्याः हैतदेतदाहेतीत्याहैतदेतदाहैतद्वैव एतदाहैतद्वै एतद्वै वा एतदेतद्वै वृष्ट्यै वृष्ट्यै वा एतदेतद्वै वृष्ट्यै वै वृष्ट्यै वृष्ट्यै वै वै वृष्ट्यै रूपकं रूपं वृष्ट्यै वै वै वृष्ट्यै रूपं वृष्ट्यै रूपकं रूपं वृष्ट्यै वृष्ट्यै रूपकं रूपेण रूपेण रूपं वृष्ट्यै वृष्ट्यै रूपकं रूपेण रूपकं रूपेण रूपेण रूपकं रूपकं रूपेणैवैव रूपेण रूपकं रूपकं रूपेणैव रूपेणैवैव रूपेण रूपेणैव वृष्टिं वृष्टिमेव रूपेण रूपेणैव वृष्टिम् वृष्टिमेवैव वृष्टिमवावृष्टिमेवैव वृष्टिमवावृष्टिमवावृष्टिम् वृष्टिमवरुन्धेरुन्धेवृष्टिम् प्लवमेवैव प्लवमुपदधात् प्रदधाति प्लवमेव दधातीत्युपदधाति भवति प्लवमेवैव प्लवम् प्लवमेवैतमेतमेव प्लवम् प्लवमेवैतम् एवैतमेतमेवैवैतमग्नयेऽग्नय एतमेवैवैतमग्नये एतमग्नयेऽग्नय एतमेतमग्नय उपोपाग्नय एतमेतमग्नय उपाग्नय उपोपाग्नयेऽग्नय उपदधाति दधात्युपाग्नयेऽग्नय उपदधाति दधाति दधात्युपोपदधात्युतो दधात्युपोपदधात्युता दधात्युतो दधात्युतयस्य यस्योत दधाति दधात्युतयस्य यस्य यस्योतोदयस्यैतास्वेतासु यस्योतोदयस्यैतासु यस्यैतास्वेतासु यस्य यस्यैतासूपहितासूपहितास्वेतासु यस्य यस्यैतासूपहितासु एतासूपहितासूपहितास्वेतास्वेतासूपहितास्वाप आप उपहितास्वेतास्वेतासूपहितास्वापहितास्वाप आप उपहितासूपहितास्वापोऽग्निमग्निमाप उपहितासूपहितास्वापोऽग्निम् उपहितास्वित्युपाहितासोऽग्निमग्निमाप आपोऽग्निगो हरन्ति हरन्त्यग्निमाप आपोऽग्निगो हरन्ति हरन्त्यग्निमग्निगो हरन्त हृतो हृतो हरन्त्यग्निमग्निगो हरन्त हृतः हरन्त्य हृतो हृतो हरन्ति हरन्ति हृत एवैवा हृतो हरन्ति हरन्ति हृत एव हृत एवैवाहृतो हृत एवास्याग्निरग्निरस्यैवैवास्याग्निः स्याग्निरग्निरस्याग्निरादित्येष्टका आदित्येष्टका अग्निरस्याग्निरादित्येष्टका अग्निरादित्येष्टका आदित्येष्टका अग्निरग्निरादित्येष्टका उपोपादित्येष्टका अग्निरग्निरादित्येष्टका उपादित्येष्टका उपोपादित्येष्टका आदित्येष्टका उपदधाति दधात्युपादित्येष्टका आदित्येष्टका उपदधाति आदित्येष्टका इत्यादित्या इष्टकाः दधात्युपोपदधात्यादित्या आदित्या दधात्युपोपदधात्यादित्याहात्यादित्या आदित्या दधाति दधात्यादित्या वै वा आदित्या दधाति दधात्यादित्या वै आदित्या वै वा आदित्या आदित्या वा एतमेतम् वा आदित्या आदित्या वा एतम् वा एतमेतम् वै वा एतम् भूत्यै भूत्या एतम् वै वा एतम् भूत्यै एतम् भूत्यै भूत्या एतमेतम् भूत्यै प्रतिप्रतिभूत्या एतमेतम् भूत्यै प्रति भूत्यै प्रतिप्रतिभूत्यै भूत्यै प्रतिनुदन्ते नुदन्ते प्रतिभूत्यै भूत्यै प्रतिनुदन्ते नुदन्ते नुदन्ते प्रतिप्रतिनुदन्ते यो यो नुदन्ते प्रतिप्रतिनुदन्ते यः नुदन्ते यो यो नुदन्ते नुदन्ते योलमलं यो नुदन्ते नुदन्ते योलम् योलमलयो योलम् भूत्यै भूत्या अलयो योलम् भूत्यै अलम् भूत्यै भूत्या अलमलम् भूत्यै सन् सम्भूत्या अलमलम् भूत्यै सन् सन् सम्भूत्यै भूत्यै सम्भूतिम् भूतिकम् सम्भूत्यै भूत्यै सम्भूतिम् सम्भूतिम् भूतिकम् सन् सम्भूतिन्ननभूतिकम् सन् सम्भूतिन्न भूतिन्न भूतिम् भूतिन्न प्राप्नोति प्राप्नोति न भूतिम् भूतिन्न प्राप्नोति प्राप्नोति प्राप्नोति न प्राप्नोत्यादित्या आदित्याः प्राप्नोति न प्राप्नोत्यादित्याः प्राप्नोत्यादित्या आदित्याः प्राप्नोति प्राप्नोत्यादित्या एवैवादित्याः प्राप्नोति प्राप्नोत्यादित्या एव प्राप्नोतीति प्राप्नोति आदित्या एवैवादित्या आदित्या एवैनमेनमेवादित्या आदित्या एवैनम् एवैनमेनमेवैवैनम् भूतिम् भूतिमेनमेवैवैनम् भूतिम् एनम् भूतिम् भूतिमेनमेनम् भूतिम् गमयन्ति गमयन्ति भूतिमेनमेनम् भूतिम् गमयन्ति भूतिम् गमयन्ति गमयन्ति भूतिम् भूतिम् गमयन्त्यसा वसौ गमयन्ति भूतिम् भूतिम् गमयन्त्यसौ गमयन्त्यसा वसौ गमयन्ति गमयन्त्यसौ वै वा असौ गमयन्ति गमयन्त्यसौ वै असौ वै वा असा वसौ वा एतस्यैतस्य वा असा वसौ वा एतस्य एतस्यैतस्य वै वा एतस्य आदित्य एतस्य वैव एतस्यादित्यः एतस्यादित्य आदित्य एतस्यैतस्यादित्यो रुचगोरुचमादित्य एतस्यैतस्यादित्यो रुचम् आदित्योरुचगोरुचमादित्य दत्त आरुचगोरुचमादत्ते आदत्ते दत्त आदत्ते यो यो दत्त आदत्तेजः यो यो दत्ते दत्ते यो अग्निमग्नि यो दत्ते दत्ते यो अग्निम् अग्निमग्नि परिहारमित्यनो परिहारम् साधयत्यपरिवर्गमपरिवर्गकं साधयति साधयत्यपरिवर्गमेवैवापरिवर्गकं साधयति साधयत्यपरिवर्गमेवापरिवर्गमेवैवापरिवर्गमपरिवर्गमेवास्मिन्नस्मिन्नेवापरिवर्गमपरिवर्गमेवास्मिन्नपरिवर्गमित्यपरिवर्गम् एवास्मिन्नस्मिन्नेवैवास्मिन् तेजस्तेजोऽस्मिन्नेवैवास्मिन् तेजः संयत्ता देवासुरा संयत्ता आसन्नासन् संयत्ता संयत्ता आसन् कनीयागुं सकनीयागुं आसन् संयत्ता संयत्ता आसन् कनीयागुं संयत्ता इति सं सङ्कनीयागुं सक्कनीयागुं सहासन्ना सङ्कनीयागुं स देवा देवाः कनीयागुं सहासन्ना सङ्कनीयागुं स देवाः कनीयागुं सो देवा देवाः कनीयागुं सक्कनीयागुं सो देवा आसन्नासन् देवाः कनीयागुं सक्कनीयागुं सो देवा आसन् देवा आसन्नासन् देवा देवा आसन् भूयागुं सो भूयागुं स आसन् देवा देवा आसन् भूयागुं सह आसन् भूयागुं सो भूयागुं स आसन् आसन् भूयागुंसोऽसुरा असुरा भूयागुंस आसन्नासन् भूयागुंसोऽसुराः असुरा भूयागुंसो भूयागुंसोऽसुरास्ते ते सुरा भूयागुंसो भूयागुंसोऽसुरास्ते असुरास्ते ते सुरा असुरास्ते देवा देवास्ते सुरा असुरास्ते देवा देवास्ते ते देवा एता एता देवास्ते ते देवा एता देवा एता एता देवा देवा एता इष्टका इष्टका एता देवा देवा एता इष्टकाः एता इष्टका इष्टका एता एता इष्टका अपश्यन् अपश्यन् इष्टका एता एता इष्टका अपश्यन् इष्टका अपश्यन् अपश्यन् इष्टका इष्टका अपश्यन्तास्ता अपश्यन् इष्टका इष्टका अपश्यन्तास्ता अपश्यन् अपश्यन्ता उपोपदा अपश्यन् अपश्यन्ता उपा उपोपदास्ता उपादधता दधतोपदास्ता उपादधता दधत भूयस्कृत् भूयस्कृत दधतोपोपादधत भूयस्कृत दधत भूयस्कृत् भूयस्कृत दधता दधत भूयस्कृतस्यसि भूयस्कृत दधता दधत भूयस्कृतसि भूयस्कृतस्यसि भूयस्कृत् भूयस्कृतसीतीत्यसि भूयस्कृत् भूयस्कृतसीति भूयस्कृदिति भूयः कृतेत्यस्य सीत्येवैवेत्यस्य सीत्येवैवेदेत्येव भूयागुंस भूयागुंस एवेदेत्येव भूयागुंसा भूयागुंस भूयागुंस एवैव भूयागुंस भवन्न भवन् भूयागुंस एवैव भूयागुंस भवन् भूयागुंस भवन्न भवन् भूयागुंस भूयागुंस भवन वनस्पतिभिर्वनस्पतिभिर्भवन् भूयागुंस भूयागुंस भवन वनस्पतिभिः भवन् वनस्पतिभिर्वनस्पतिभिर्भवन्न भवन् वनस्पतिभिरोषधेभिरोषधेभिर्वनस्पतिभिर्भवन्न भवन् वनस्पतिभिरोषधीभिः वनस्पतिभिरोषधेभिर्वनस्पतिभिरोषधेभिर्वरिवस्कृद्वरिवस्कृदोषधेभिर्वनस्पतिभिरोषधेभिर्वरिवस्कृत् अन्तरिक्षमन्तरिक्षमिति सीदसीदेत्यन्तरिक्षम् इत्यन्तरिक्षम् अन्तरिक्षमन्तरिक्षमजयन्नन्तरिक्षमजयन्नजयन्नन्तरिक्षमजयन्नन्तरिक्षमजयन्नजयन्नन्तरिक्षमजयन् ततस्ततो जयन्नन्तरिक्षमन्तरिक्षमजयन्ततः ततस्ततो जयन्नजयन्ततो देवा देवास्ततो जयन्नजयन्ततो देवा देवास्ततस्ततो देवा अभवन्नभवन् देवास्ततस्ततो देवा अभवन् अभवन्नभवन् देवा देवा अभवन् परापरा भवन् देवा देवा अभवन् परा भवन् परा परा भवन्नभवन् परासुरा असुराः परा भवन्नभवन् द्रविणावतः कृते त्रिविणावतः कुरुत आयुष्या आयुष्या कुरुते त्रिविणावतो त्रिविणावतः कुरुत आयुष्या त्रिविणावत इति त्रविणावतः कुरुत आयुष्या आयुष्या कुरुते कुरुत आयुष्या उपोपायुष्या कुरुते कुरुत आयुष्या उपायुष्या उपोपायुष्या आयुष्या उपदधाति दधात्युपायुष्या आयुष्या उपदधाति उपदधाति दधात्युपोपदधात्यायुरायुर्दधात्युपोपदधात्यायुः त्यायुरायुर्दधाति तथात्याजुरेवैवायुर्दधाति तथात्याजुरेव आयुरेवैवायुरायुरेवास्मिन्नस्मिन्नेवायुरायुरेवास्मिन्नेवास्मिन्नस्मिन्नेवैवास्मिन् दधाति तथात्यस्मिन्नेवैवास्मिन् दधाति अस्मिन् दधाति तथात्यस्मिन्नस्मिन् दधात्यग्ने ज्ञे दधात्यस्मिन्नस्मिन् दधात्यग्ने दधात्यग्ने ज्ञे दधाति तथात्यग्ने यद्यदग्ने दधाति तथात्यग्ने यत् अग्ने यद्यदग्ने ज्ञेयत्ते तेजदग्ने ज्ञेयत्ते ते तेजत्यत्ते परम् वरन्ते यद्यत्ते परम् ते परम् वरन्ते ते परगुं हृद्धृत्परन्ते ते परगुं हृद् हृत्परम् वरगुं हृन्नाम नाम हृत्परम् वरगुं हृन्नाम नाम नाम हृद्धृन्नामेतीति नाम हृद्धृन्नामेति नामेतीति नाम नामेत्याह हेति नाम नामेत्याह हैतदेतदाः हैतत्वैव एतदाः हैतत्वै एतत्वैव एतदेतत्वा अग्नेरग्नेर्वा एतदेतत्वा अग्नेः अग्नेरग्नेर्वैव अग्नेः प्रियम् प्रियमग्नेर्वैव अग्नेः प्रियम् अग्नेः प्रियम् प्रियमग्नेरग्नेः प्रियम् धाम धाम प्रियमग्नेरग्नेः प्रियम् धाम प्रियम् धाम धाम प्रियम् प्रियम् धाम प्रियम् प्रियम् धाम प्रियम् प्रियम् धाम प्रियम् धाम प्रियम् प्रियम् धाम धाम प्रियमेवैव प्रियम् धाम धाम प्रियमेव प्रियमेवैव प्रियम् प्रियमेवास्यैव प्रियम् प्रियमेवास्यास्यैवैवास्य धाम धामास्यैवैवास्य धामास्य धामधामास्यास्य धामोपोपधामास्यास्य धामोपाप्नोत्याप्नोत्युपधामधामोपाप्नोत्याप्नोत्युपोपाप्नोदितौ प्नोत्याप्नोदितावादौ तावेहि ह्यादौ तावेहि सगोरभावहैरभावहैरभावः इतीतिरभावहैरभावः इत्याह हेतिरभावहैरभावः इत्याह हेदीत्याह विव्या हेदीत्याह विव्याः हव्येवैव व्याः हव्येव देवैव विद्ये वैने नैने नैव विद्ये वैनेन वैने नैने नैवै वैनेन परिपर्येने नैवै वैनेन परिनेन परिपर्येने नैनेन परिधत्ते धत्ते पर्येने नैनेन परिधत्ते परिधत्ते धत्ते परिपरिधत्ते पाञ्चजन्येषु धत्ते परिपरिधत्ते पाञ्चजन्येषु धत्ते पाञ्चजन्येषु पाञ्चजन्येषु धत्ते पाञ्चजन्येष्वप्यपि पाञ्चजन्येषु धत्ते पाञ्चजन्येष्वपि पाञ्चजन्येष्वप्यपि पाञ्चजन्येषु पाञ्चजन्येष्वप्येध्येध्यपि पाञ्चजन्येषु पाञ्चजन्येष्वप्येधि पाञ्चजन्येष्विति पाञ्चजन्येषु ध्येध्यप्यप्येध्यग्नेग्न एध्यप्यप्येध्यग्ने एध्यग्नेग्न एध्येध्यग्न इदीत्यग्न एध्येध्यग्न इदि न इदीत्यग्नेग्न इत्याह हेत्यग्नेग्न इत्याह हेदीत्याहैष एष आहेदीत्याहैषः हैष एष आह हैषवैव एष आह हैषवै एषवैव एष एष वा अग्निरग्निर्वा एष एष वा अग्निः वा अग्निरग्निर्वैव अग्निः पाञ्चजन्यः पाञ्चजन्योऽग्निर्वैव अग्निः पाञ्चजन्यः पाञ्चजन्यः पाञ्चजन्योऽग्निरग्निः पाञ्चजन्यो यो यः पाञ्चजन्योऽग्निरग्निः पाञ्चजन्यो यः पाञ्चजन्यो यो यः पाञ्चजन्यः पाञ्चजन्यो यः पञ्चजितीकः पञ्चजितीको यः पाञ्चजन्यः पाञ्चजन्यो यः पञ्चजितीकः पाञ्चजन्य इति पाञ्चजन्यः यः पञ्चजितीकः पञ्चजितीको यो यः पञ्चजितीकस्तस्मात् तस्मात् पञ्चजितीको यो यः पञ्चजितीकस्तस्मात् पञ्चजितीकस्तस्मात् तस्मात् पञ्चजितीकः पञ्चजितीकस्तस्मादेवमेवं तस्मात् पञ्चजितीकः पञ्चजितीकस्तस्मादेवं पञ्चजितीकः इति पञ्च चितीकः तस्मादेवमाहैवन्तस्मात्तस्मादेवमाहैवन्तस्मादेवमाहैवमेवमाहर्तव्यार्दव्या उपोपार्तव्या उपदधाति अश्वमेधेन देवा देवा अश्वमेधेनैवैवाश्वमेधेन देवा देवा अश्वमे अश्वमेधेनैव प्रतिप्रत्येवाश्वमेधेनैव प्रतिश्वमेधेनेत्यश्वमेधेनैव प्रतिप्रत्येवैव प्रत्यदधुरदधुः प्रत्येवैव प्रत्यदधुः प्रत्यदधुरदधुः प्रतिप्रत्यदधुरेश एषो दधुः प्रतिप्रत्यदधुरेशः दधुरेश एषो दधुरदधुरेश वैव एषो दधुरदधुरेश वै एष वैव एष वै प्रजापतिम् प्रजापतिम् वा एष वै प्रजापतिम् वै प्रजापतिम् प्रजापतिम् वै वै प्रजापतिगो सर्वगो सर्वम् प्रजापतिम् वै वै प्रजापतिगो सर्वम् सर्वगो सर्वम् प्रजापतिम् प्रजापतिगो सर्वम् करोति करोति सर्वम् प्रजापतिम् प्रजापतिगो सर्वम् करोति प्रजापतिमिति प्रजापतिम् सर्वम् करोति करोति सर्वगो सर्वम् करोति यो यः करोति सर्वगो सर्वम् करोति यः करोति यो यः करोति करोति यो अश्वमेधेन यः करोति करोति यो अश्वमेधेन यो अश्वमेधेन अश्वमेधेन यो यो अश्वमेधेन यजते यजतेऽश्वमेधेन यो यो अश्वमेधेन यजते अश्वमेधेन यजते यजतेऽश्वमेधेन अश्वमेधेन यजते सर्वः सर्वो यजतेऽश्वमेधेन अश्वमेधेन यजते सर्वः अश्वमेधेनेत्यश्वमेधेन यजते सर्वः सर्वो यजते यजते सर्व एवैव सर्वो यजते यजते सर्व एव सर्व एवैव सर्वः सर्व एव भवति भवत्येव सर्वः सर्व एव भवति एव भवति भवत्येवैव भवति सर्वस्य सर्वस्य भवत्येवैव भवति सर्वस्य सर्वस्य सर्वस्य भवति भवति सर्वस्य वै वै सर्वस्य भवति भवति सर्वस्य वै सर्वस्य वै वै सर्वस्य सर्वस्य वा एषैषा वै सर्वस्य सर्वस्य वा एषैषा वै वा एषा प्रायश्चित्तिः प्रायश्चित्तिरेषा वै वा एषा प्रायश्चित्तिः एषा प्रायश्चित्तिः प्रायश्चित्तिरेषैषा प्रायश्चित्तिः सर्वस्य सर्वस्य प्रायश्चित्तिरेषैषा प्रायश्चित्तिः सर्वस्य प्रायश्चित्तिः सर्वस्य सर्वस्य प्रायश्चित्तिः प्रायश्चित्तिः सर्वस्य भेषजम् भेषजगम् सर्वस्य प्रायश्चित्तिः प्रायश्चित्तिः सर्वस्य भेषजम् सर्वस्य भेषजम् भेषजगम् सर्वस्य सर्वस्य भेषजगम् सर्वगम् सर्वम् भेषजगम् सर्वस्य सर्वस्य भेषजगम् सर्वम् भेषजगम् सर्वगम् सर्वम् भेषजम् भेषजगम् सर्वम् वै वै सर्वम् भेषजम् भेषजगम् सर्वम् वै सर्वम् वै वै सर्वगम् सर्वम् वा एतेनैतेन वै सर्वगम् सर्वम् वा एतेन एतेनैतेन वै वा एतेन पाप्मानम् पाप्मानमेतेन वै वा एतेन पाप्मानम् एतेन पाप्मानम् पाप्मानमेतेनैतेन पाप्मानम् देवादेवाः पाप्मानमेतेनैतेन पाप्मानम् देवा पाप्मानम् देवादेवाः पाप्मानम् पाप्मानम् देवा अतरन् अतरन् देवाः पाप्मानम् पाप्मानम् देवा अतरन् देवा अतरन्नतरन् देवा देवा अतरन्नप्यप्यतरन् देवा देवा अतरन्नपि अतरन्नप्यप्यतरन्नतरन्नपि वै वा अप्यतरन्नतरन्नपि वै वै वा अप्यपि वा एतेनैतेन वा अप्यपि वा एतेन एतेनैतेन वै वा एतेन ब्रह्महत्याम् ब्रह्महत्यामेतेन वै वा एतेन ब्रह्महत्या एतेन ब्रह्महत्याम् ब्रह्महत्यामेतेनैतेन ब्रह्महत्यामतरन्नतरम् ब्रह्महत्यामेतेनैतेन ब्रह्महत्याम ब्रह्महत्यामतरन्नतरम् ब्रह्महत्याम् ब्रह्महत्यामतरम् सर्वगम् सर्वमतरम् ब्रह्महत्याम् ब्रह्महत्यामतरम् सर्वम् ब्रह्महत्यामिति ब्रह्महत्याम् सर्वगम् सर्वमतरन्नतरम् सर्वम् पाप्मानम् पाप्मानगम् सर्वमतरन्नतरम् सर्वम् पाप्मानम् सर्वम् पाप्मानम् पाप्मानगम् सर्वगम् सर्वम् पाप्मानम् तरति तरति पाप्मानगम् सर्वगम् सर्वम् पाप्मानम् तरति पाप्मानम् तरति तरति पाप्मानम् पाप्मानम् तरति तरति तरति तरति पाप्मानम् पाप्मानम् तरति तरति तरति तरति तरति तरति तरति तरति ब्रह्महत्याम् ब्रह्महत्याम् तरति तरति तरति तरति ब्रह्महत्याम् ब्रह्महत्याम् ब्रह्महत्याम् तरति तरति ब्रह्महत्याम् यो यो ब्रह्महत्याम् तरति तरति ब्रह्महत्याय्यो यो ब्रह्महत्याम् ब्रह्महत्याय्यो अश्वमेधेन अश्वमेधेन यो ब्रह्महत्याम् ब्रह्महत्याय्यो अश्वमेधेन हत्यामिति ब्रह्महत्या अश्वमेधेन अश्वमेधेन यो यो अश्वमेधेन यजते यजतेऽश्वमेधेन यो यो अश्वमेधेन यजते अश्वमेधेन यजते यजतेऽश्वमेधेनाश्वमेधेन यजते यो यो यजतेऽश्वमेधेनाश्वमेधेन यजते यः अश्वमेधेनेत्यश्वमेधेन यजते यो यो यजते यजते य उभुयो यजते यजते य उभुयो य उचचो यो य उच च उचैनमेनम् च उचैनम् चैनमेनम् च चैनमेवमेवमेनम् च चैनमेवम् एनमेवमेवमेनमेनमेवम् वेद वेदैवमेनमेनमेवम् वेद एवम् वेद वेदैवमेवम् वेदोत्तरमुत्तरम् वेदैवमेवम् वेदोत्तरम् वेदोत्तरमुत्तरम् वेद वेदोत्तरम् वै वा उत्तरम् वेद वेदोत्तरम् वै उत्तरम् वै वा उत्तरमुत्तरम् वै दत्तद्वा उत्तरमुत्तरम् वै तत् वै दत्तद्वै वै तत्प्रजापतेः प्रजापतेस्तद्वै वै तत्प्रजापतेः प्रजापतेः प्रजापतेस्तत्तत्प्रजापतेरक्ष्यक्षि प्रजापतेस्तत्तत्प्रजापतेरक्षि प्रजापतेरक्ष्यक्षि प्रजापतेः प्रजापतेरक्ष्य श्रयदश्रयदक्षि प्रजापतेः प्रजापतेरक्ष्यश्रयत् प्रजापतेरिति श्रयदश्रयदक्ष्यश्रयत्तस्मात्तस्मादश्रयदक्ष्यश्रयत्तस्मात् अश्वस्यतस्मादश्रयदश्रयत्तस्मादश्वस्याश्वस्यतस्मादश्रयदश्रयत्तस्मादश्वस्यास्मादश्वस्याश्वस्यतस्मात्तस्मादश्रस्योत्तरत उत्तरतोऽश्वस्यतस्मादश्रस्योत्तरतो उत्तरतो वद्यन्ति इत्युत्यन्ति द्यन्द्यवा वद्यन्ति दक्षिणतो दक्षिणतोऽद्यन्द्यवा वद्यन्ति दक्षिणतः दक्षिणतो दक्षिणतोऽद्यन्ति दक्षिणतोऽन्येषामन्येषाम् दक्षिणतोऽद्यन्ति दक्षिणतोऽन्येषाम् दक्षिणतोऽन्येषामन्येषाम् दक्षिणतो दक्षिणतोऽन्येषाम् पशूनाम् पशूनामन्येषाम् दक्षिणतो दक्षिणतोऽन्येषाम् पशूनाम् पशूनाम् पशूनामन्येषामन्येषाम् पशूनाम् वेतसो वेतसः पशूनामन्येषामन्येषाम् पशूनाम् वैतसः पशूनाम् वैतसो वैतसः पशूनाम् पशूनाम् वैतसः कटकटो वैतसः पशूनाम् पशूनाम् वैतसः कटः वैतसः कटकटो वैतसो वैतसः कटो भवति भवति कटो वैतसो वैतसः कटो भवति कटो भवति भवति कटकटो भवत्यप्सुयो निरप्सुयो निर्भवति कटकटो भवत्यप्सुयो निः भवत्यप्सुयो निरप्सुयो निर्भवति भवत्यप्सुयो निर्वैव अप्सुयो निर्भवति भवत्यप्सुयो निर्वै अप्सुयो निर्वैव अप्सुयो निरप्सुयो निर्वाश्वोऽश्वो वा अप्सुयो निरप्सुयो निर्वाश्वः अप्सुयो निरित्यप्सु यो निवाश्वोऽश्वो वैवाश्वो अप्सुजो अप्सुजोऽश्वो वैवाश्वो अप्सुजःश्वोऽप्सुजो अप्सुजोऽश्वोऽश्वो अप्सुजो वेतसो वेतसो अप्सुजोऽश्वोऽश्वो अप्सुजो वेतसः अप्सुजो वेतसो वेतसो अप्सुजो अप्सुजो वेतसः स्वे स्वे वेतसो अप्सुजो अप्सुजो वेतसः स्वे सुज इत्यप्सुजः वेतसः स्वे स्वे वेतसो वेतसः स्व एवैव स्वे वेतसो वेतसः स्व एव एवैव स्वे स्व एवैनमेनमेव स्वे स्व एवैनम् एवैनमेनमेवैवैनय्यो नौ यो नौ प्रतिप्रदियो नौ यो नौ प्रतिष्ठापयति स्थापयति प्रदियो नौ यो नौ प्रतिष्ठापयति स्थापयति स्थापयति प्रतिप्रतिष्ठापयति चतुष्टोमश्चतुष्टोमस्थापयति प्रतिप्रतिष्ठापयति चतुष्टोमः स्थापयति चतुष्टोमश्चतुष्टोमस्थापयति स्थापयति चतुष्टोमस्तोमस्तोमश्चतुष्टोमस्थापयति स्थापयति चतुष्टोमस्तोमः चतुष्टोमस्तोमश्चतुष्टोमश्चतुष्टोमस्तोमो भवति भवति स्तोमश्चतुष्टोमश्चतुष्टोमस्तोमो भवति चतुष्टोम इति चतुस्तोमः स्तोमो भवति भवति स्तोमस्तोमो भवति सरट् सरट् भवति स्तोमस्तोमो भवति सरट् भवति सरट् सरट् भवति भवति सरट्ठः सरट् भवति भवति सरट्ठः सरट्ठः सरट् सरट्ठ वैवैह सरट् सरट्ठ वैवैह हवा अश्वस्याश्वस्य वैह हवा अश्वस्य अश्वस्याश्वस्य वैवा अश्वस्य सख्य सख्यश्वस्य वैवा अश्वस्य सख्य अश्वस्य सख्य सख्यश्वस्याश्वस्य सख्या सख्यश्च अश्वस्याश्वस्य सख्यास्तत्तद्देवास्तत्तद्देवाश्चतुष्टोमेन चतुष्टोमेन देवास्तत्तद्देवाश्चतुष्टोमेन इति पञ्चमकाण्डे तृतीयप्रश्नस्य घनपाठः समाप्तः।